एवं क्षेत्रक्षेत्रज्ञ उक्तौ किम् एतावन्मात्रेण ज्ञानेन ज्ञातव्यमिति न इति उच्यते। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम। क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि। सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादिस्तम्भपर्यन्त अनेकक्षेत्रोपाधिप्रविभक्तः तं निरस्तसर्वोपाधिभेदं सदसदादिशब्दपत्ये अगोचरं विद्धि इति अभिप्रायः। हे भारत, यस्मात् क्षेत्रक्षेत्रज्ञेश्वर याथात्म्यव्यतिरेकेन न ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति, तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यज्ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियते तज्ज्ञानं सम्यक् ज्ञानमिति मतम् अभिप्रायः मम ईश्वरस्य विष्णु। ननु सर्वक्षेत्रेषु एक एव ईश्वरः, न अन्यः तद्व्यतिरिक्तः भोक्ता विद्यते चेत् ततः ईश्वरस्य संसारित्वं प्राप्तम्। ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावः संसार अभावप्रसङ्गः, तच्च उभयम् अनिष्टम्। बन्धमोक्षतद्धेतुशास्त्र आनर्थिकप्रसङ्गः, प्रत्यक्षादिप्रमाणविरोधाच्च। प्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसारः उपलभ्यते, जगद्वैचित्र्य उपलब्धेश्च धर्माधर्मनिमित्तः संसारः अनुमीयते। सर्वमेतत् अनुपपन्नम् आत्मेश्वरैकत्वे, न ज्ञानाज्ञानयोः अन्यत्वेन उत्पत्तेः। दूरमेते विपरीते विशुचि अविद्याया च विद्येति ज्ञाता, तथा तयोः विद्याविद्याविषययोः फलभेदोऽपि विरुद्धः निर्दिष्टः, श्रेयश्च प्रेयश्च इति। विद्याविषयः श्रेयः, प्रेयस्तु अविद्याकार्यमिति। तथा च व्यासः द्वाविमावथ पन्थानौ इत्यादि, इमौ द्वावेव पन्थानौ इत्यादि च। इह च द्वे निष्ठे उक्ते अविद्या च सहकार्येण हातव्या इति श्रुतिस्मृतिन्यायेभ्यः अवगम्यते। श्रुतयः तावत् इह चेदवेदीत् अथ सत्यमस्ति, न चेद् इह अवेदीत् महती विनष्टिः, तमेवं विद्वान्त इह भवति, नान्यः पन्था विद्यते इनाय। विद्वान् न बिभेति कुतश्चन, अविदुषस्तु अथ तस्य भयं भवति, अविद्यायामन्तरे वर्तमानाः ब्रह्मवेद ब्रह्मैव भवति, अन्योऽसौऽन्योऽहमस्मीति न स वेद यथा पुरुषं सदेवाना। आत्मविद्यः य इदं सर्वं भवति यदा चर्मवतो इत्याद्यः सहस्रशः। स्मृतयश्च अज्ञानेन अमृतं ज्ञानं तेन मुख्यन्ति जन्तवः, इहैव तैर्यतः सर्गो येषां साम्ये स्थितं मनः, समं पश्यन् सर्वत्र इत्याद्यः। ज्ञायतश्च सर्पान् कुशाग्राणि ततोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति, अज्ञानतस्तत्र पतन्ति केचित् ज्ञाने फलं पश्येथा विशिष्टम्। तथा च देहादिषु आत्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तः धर्माधर्मानुष्ठानक्रमं जायते म्रियते च इति अवगम्यते। देहादिव्यतिरिक्तात्मदर्शिनः रागद्वेषादिप्रहाण अपेक्ष धर्माधर्मप्रवृत्ति उपशमः मुच्यन्ते इति न केनचित् प्रत्याख्यातुं शक्यं ज्ञायतः। तत्र एवं सति क्षेत्रज्ञस्य ईश्वरस्यैव सतः अविद्याकृत उपाधिभेदतः संसारित्वमेव भवति, यथा देहादि आत्मत्वम् आत्मनः। सर्वजन्तूनां हि प्रसिद्धः देहादिषु अनात्मसु आत्मभावः निश्चितः अविद्याकृतः, यथा स्थाणो पुरुषनिश्चयः। न च एतावता पुरुषधर्मः स्थाणोः भवति, स्थाणुधर्मो वा पुरुषस्य, तथा न चैतन्यधर्मो देहस्य, देहधर्मो वा चेतनस्य। सुखदुःखमोहात्मकत्वादिः आत्मनः न युक्तः, अविद्याकृतत्वविशेष जरामृत्युवत्। न अतुल्यत्वादिति चेत् स्थाणुपुरुषौ ज्ञेयौ एव सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यय, देहात्मनोस्तौ ज्ञेयज्ञात्रोरेव इतरेतर अध्यासः इति न समः दृष्टान्तः। अतः देहधर्मः ज्ञेयोऽपि ज्ञातो आत्मना भवति इति चेत् न अचैतन्यादिप्रसङ्गः। यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोह इच्छादयः ज्ञातुः भवन्ति तर्हि ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अविद्याध्यारोपितः, जरामरणादयस्तु न भवन्ति इति विषयहेतुः वक्तव्यः। न भवन्ति इति अस्ति अनुमानम् अविद्याध्यारोपितत्वजरामरणादिवत् इति हेयत्वात् उपादयित्वाच्च इत्यादि। तत्र एवं सति कर्तृत्वभोक्तृत्वलक्षणः संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति न तेन ज्ञातुः किञ्चिद्दुष्यति, यथा बालैः अध्यारोपितेन आकाशस्य तलमनिणत्वादिन। एवं च सति सर्वक्षेत्रेष्वपि सतः भगवतः क्षेत्रज्ञस्य ईश्वरस्य संसारित्वगन्धमात्रमपि नाशङ्क्यम्। न हि क्वचिदपि लोके अविद्याद्यस्तेन धर्मेण कस्यचित् उपकारः अपकारो दृष्टः। यत्तु उक्तं न समः दृष्टान्तः इति तत् असत्। कथम्? अविद्याध्यासमात्रं हि दृष्टान्ताष्टान्तिकयोः साधर्म्यं विवक्षितं तन्न व्यभिचरति। यत्तु ज्ञातरि व्यभिचरति इति मन्यते तस्यापि अनैकान्तिकत्वं दर्शितं जरादिभिः। अविद्यावत्त्वक्षेत्रज्ञस्य संसारित्वमिति चेन्न अविद्यायाः तामसत्वात्। तामसो हि प्रत्ययः आवरणात्मकत्वात् अविद्यः विपरीतग्राहकः, संशय उपस्थापको व अग्रहणात्मको व विवेकप्रकाशभावे तदभावत्। तामसे च आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः। अत्र अहम् एवं तर्हि ज्ञातृधर्मः अविद्या न करणे चक्षुषि तैमिरिकत्वदोषोपलब्धेः। यत्तु मन्यसे ज्ञातृधर्मः अविद्या तदेव च अविद्याधर्मात्मं क्षेत्रज्ञस्य संसारित्वम्। तत्र यदुक्तम् ईश्वर एव क्षेत्रज्ञः न संसारी इति एत अयुक्तमिति तत् न। यथा करणे चक्षुषि विपरीतग्राहकादोषस्य दर्शनं न विपरीतादिग्रहणं तन्निमित्तं वा तैमिरिकत्वदोषः ग्रहीतुः। चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः, अदर्शनात् न ग्रहीतुः धर्मः यथा तथा सर्वत्रैव अग्रहणविपरीतसंशयप्रत्ययाः तन्निमित्तः करणस्यैव कस्यचित् भवितुमर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य। संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवतो न ज्ञातृधर्मत्वम्। संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वं सर्वकरणवियोगे च कैवल्ये सर्ववादिभिः अविद्यादिदोषवत्त्वानभ्युवगमः। आत्मनः यदि क्षेत्रज्ञस्य अग्न्युष्णवतो स्वः धर्मः ततः न कदाचिदपि तेन वियोगः स्यात्। अविक्रियस्य च व्योमव सर्वगतस्य अमूर्तस्य आत्मनः केनचित् संयोगवियोग अनुपत्तेः सिद्धं क्षेत्रज्ञस्य नित्यमेव ईश्वरत्वम्, अनादित्वा निर्गुणत्वा इत्यादि ईश्वरवचनाच्च। ननु एवं सति संसारसंसारित्व अभावे शास्त्र अनर्थिक्यादिदोषः स्यादिति चेन्न सर्वैः अभ्युपगतत्वात्। सर्वैः आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति। कथम् अभ्युपगतः इति? मुक्तात्मनां हि संसारसंसारित्वव्यवहार अभावः सर्वैरेव आत्मवादिभिः इष्यते, न च तेषां शास्त्र अनर्थिक्यादिदोषप्राप्तिः अभ्युपगतः। तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति शास्त्र अनर्थिक्यं भवतु अविद्याविषये च अर्थवत्त्वं, यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्रादि अर्थवत्त्वं न मुक्तावस्थायाम् एवम्। ननु आत्मनः बन्धमुक्तावस्थे परमार्थतः एव वस्तुभूते द्वैतिनां सर्वेषाम्। अतः हेयोपादेय तत्साधनसद्भावे शास्त्रादि अर्थत्वं स्यात्। अद्वैतिनां पुनः द्वैतस्य अपरमार्थत्वात् अविद्याकृतत्वात् बन्धावस्थायाश्च आत्मनः अपरमार्थत्वे निर्विषयत्वं शास्त्रादि अनर्थक्यमिति चेत् न आत्मनः अवस्थाभेदानुपद्यते। यदि तावत् आत्मनः बन्धमुक्तावस्थे युगपत्स्याताम् क्रमेण वा युगपत् तावत् विरोधात् न सम्भवतः स्थितिगतीव एकस्मिन् क्रमभावित्वे च निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गे अन्यनिमित्तत्वे च स्वतः अभावान् अपरमार्थत्वप्रसङ्गे तथा च सति अभ्युपगमहानि। किञ्च बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणाय बन्धावस्था पूर्वं प्रकल्प्य अनादिमती अन्तवती च तच्च प्रमाणविरुद्धम्। तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धा इव अभ्युपगम्यते। न च अवस्थावतः अवस्थान्तरं गच्छतः नित्यत्वम् उपादयितुं शक्यम्। अथ अनित्यत्वदोषपरिहाराय बन्धमुक्तावस्था भेदो न कल्प्यते। अतः द्वैतिनामपि शास्त्रानर्थिक्यदोष अपरिहार्यः एव इति समानत्वान् अद्वैतवादिना परिहर्तव्यः दोषः न च शास्त्रानर्थिक्यम्। यथा प्रसिद्ध अविद्वत्पुरुषविषयत्वशास्त्रस्य अविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनं न विदुषां विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्वदर्शने सति तयोः अहमिति आत्मदर्शन अनुपत्तेः। न हि अत्यन्तमूढः उन्मत्तादिरपि जलाग्न्योः छायाप्रकाशयोर्वा ऐकात्म्यं पश्यति किमुत विवेकी। तस्मान्न विधिप्रतिषेधशास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः भवति। न हि देवदत्ता त्वम् इदं कुरु इति कस्मिंश्चित् कर्मणि नियुक्ते विष्णुमित्रः अहं नियुक्तः इति तत्रस्थः नियोगं शृण्वन्नपि प्रतिपद्यते। वियोगविषयविवेक अग्रहणात् तु उपपद्यते प्रतिपत्तिः तदा फलहेत्वरपि।